नमस्कारः, पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र कर्मणि भावे च इति पाठः अनुवर्तते पुनः। तत्र वयं किञ्चित् पुनःस्मरणं कुर्मः प्रथमम्, अनन्तरम् अग्रे सरामः। कर्मणि भावे च इति प्रथमपाठः पूर्वं वयं दृष्टवन्तः, द्वितीयपाठे स्मः, परन्तु वयं किञ्चित् प्रथमपाठतः पुनःस्मरणं कृत्वा अग्रे सरामः। तत्र प्रथमपाठे वयं जानीमः, तत्र भावार्थे कर्मण्यार्थे तु धातुभ्यः यक् इति प्रत्ययः विधीयते इति तु वयं जानीमः सार्वधातुके यक् इति सूत्रेण। महोदय, भवान् वदति वा यक् प्रत्ययस्य स्वभावः कीदृशः इति? यक् यक् इति आधातुकप्रत्ययः अस्ति, कित् अस्ति, अतः तत्र गुणः न भवति, गुणः न भवति। अपि च अनियतमहल उपादाय किति इत्यनेन तत्र उपधाभूतनकारस्य लोपः भवति। तृतीयं तु अस्ति सम्प्रसारणम् अस्ति, सम्प्रसारणं भवति इति तीनि कार्याणि सन्ति, गुणनिषेधः, गुणवृद्धिनिषेधः, नकारलोपः, अपि च सम्प्रसारणम्, एतानि सामान्य। अपि च आत्मनेपदिन एव भवन्ति तत् यत् इति भावकर्मणः इत्यनेन तत्र भावे क्षम्य सत्यं पदस्य निर्णयः यदा कुर्मः तत्र भावकर्मणः सत्यं, परन्तु इत्यनेन सार्वधातुकप्रत्यये परे एव यक् इति विधीयते। तत्र कथं निर्णयः कुर्मः तत्र आर्धधातुकः इति यक् इति प्रत्ययः? किञ्चित् सार्वधातुकम् इति आर्धातुकं शेषः इत्यनेन भवति तत्र, तत् एतत् तिङ् अपि नास्ति, षित् अपि नास्ति, अतः शेषः शेषत्वेन तत्र आर्धातुकम् इति, अतः आर्धातुक यत् तत्र यानि कार्याणि सन्ति तद् भवन्ति अत्र। सत्यं सत्यं अतः तत्र निति च इत्यनेन गुणनिषेधः वृद्धिनिषेधः, यक् इति प्रत्ययः तिङ्गपि नास्ति षित्तपि नास्ति, अतः आर्धधातुकं शेषः इति इत्यनेन आर्धधातुकप्रत्ययः, यद्यपि सार्वधातुके यक् इत्यनेन यक् विधीयते चेदपि यक् इति आर्धधातुक प्रत्ययः। तत्र तस्य स्वभावः कीदृशः इत्युक्ते निति च इत्यनेन वृद्धिगुणनिषेधः भवति, अनन्तरम् अनिदितां हल उपधायां निति इति सूत्रेण अनिदित् धातुः अस्ति चेत् उपधाभूतस्य नकारस्य लोपः भवति, अनन्तरं सम्प्रसारणं ग्रहीजा वै तु परिचितसूत्रमेव। अत्र वचिस्वपि यजादीनां किति कित् प्रत्ययः किल यः, अतः वचिस्वपि अजादीनां किति इत्यनेन अपि स्वप्रसारणं भवति, अतः सूत्रद्वयं वचिस्वपि अजादीनां किति ग्रहिजा वै व्यदि वष्टि विचति विचति पृच्छति वृजतीनां निति च इत्यनेन कित् इति प्रत्ययस्य कृते एकं सूत्रं, नित् इति प्रत्ययस्य कृते निति च इति अपि अस्ति, च इत्यपि चकारः अपि अस्ति समुच्चयार्थे चकारः, निति च इत्यनेन तत्र कित् नित् द्वयोः ग्रहणं भवति, अनेन सम्प्रसारणकार्यं भवति इति यदा महोदयेन उक्तं तत्र भावकर्मणोः इत्यनेन अत्र आत्मनेपतिबाधयः आत्मनेपदिनः भवन्ति, कर्मण्या तिबाधयः आत्मनेपद संज्ञकः भवन्ति इति, तत्तु सत्यम्। अनन्तरं पुरुषवचननिर्णयः तु वयं जानीमः एव, यदा वाक्ये प्रयोगः कुर्मः तत्र कर्मणि प्रयोगः अस्ति चेत् सकर्मकधातूनां कर्मणि प्रयोगः, अकर्मकधातूनां भावे प्रयोगः, यदा भावे प्रयोगः तत्र प्रथमपुरुष एकवचने एव रूपाणि भवन्ति, बालकेन हसितम् इति कर्मणि प्रयोगः, तत्र प्रथमपुरुष एकवचनं भावे प्रयोगः, भावे प्रयोगः जनैः हसितम्, तत्रापि प्रथमपुरुष एकवचनरूपमेव भवति, अकर्मकधातुः हस्धातुः इति कृत्वा, भूधातुः इति यदा स्वीकुर्मः तदपि अकर्मकधातुः, तत्रापि प्रथमपुरुष एकवचनरूपं भूयते इति, तत्तु हसितम् इति तान्तरूपम् उक्तवती, परन्तु यदा वयं तिभादयः स्वीकुर्मः चेत् भूयते प्रथमपुरुष एकवचनरूपं भवति इति. अनन्तरं तत्र लकारस्य निमित्ते किं वैशिष्ट्यम् इति सार्वधातुके यक् इति यक् विधीयते इति दृष्टवन्तः. तत्र कथं सार्वधातुके यक् इति उक्तम् इति किञ्चित् चिन्तनं कुर्मः. अरुणा भगिनी स्मरति वा किमर्थं तत्र सार्वधातुके यक् इति भवति इति? पुनः वदतु भगिनि. तत्र यक् इति प्रत्ययः विधीयते, सार्वधातुके यक् इति अस्ति, परन्तु वयं जानीमः यक् इति आर्धधातुकप्रत्ययः इति. किमर्थं तत्र सार्वधातुके यक् इति उक्तं, तत्र वैशिष्ट्यं किम्? अत्र सार्वधातुक इत्युक्ते तिङ्प्रत्ययाः सार्वधातुकप्रत्ययाः, ततः तत्समये एव यत् सार्वधातुक इति उक्तम्. आर्धधातुकप्रत्ययः लैक् प्रक्रिया अस्ति लुट् नाट् लुट् या लुट् आशीर्लिङ्ग् अत्र विद्लिङ्ग् आशीर्लिङ्ग् आर्धधातुकप्रक्रिया अस्ति अत्र यत् विद्यदा न भवति लिटि अपि सत्यं. तत्र यदा तत्र लकारः इति स्वीकुर्मः, प्रथमं लकारः लस्य इत्यनेन लकारः एव विधीयते किल, लकारः अपि प्रत्ययाः एव. तत्र दशलकाराः सन्ति वयं तु जानीमः, तत्र तस्य स्थाने एव तिङ् प्रत्ययः विधीयते. तिङ् प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः. तत्र लिच्च लिङ्गाशिषि इति यदा स्वीकुर्मः तत्तु साक्षात् आर्धधातुकः. अनन्तरं स्यतासि लृलुटोः इत्यनेन अन्ये लट् लोट् लङ् विधिलिङ् विहाय अन्ये ये लकाराः सन्ति तेषामपि तत्र आर्धधातुकं शेषः इत्यनेन तेषामपि आर्धधातुकसंज्ञकः भवन्ति. अनन्तरं तत्र स्यतासि लृलुटोः इत्यनेन इति प्रत्ययः विधीयते. आं भगिनि, मम अवगतमस्ति. सर्वलकाराः दशलकाराः अर्धधातुकाः एव, परन्तु पाणिनिना लट् लट् लोट् विद्लिङ्ग् लङ् ते एव सार्वधातुकलकाराः, सर्वे अन्य लकाराः अर्धधातुकलकाराः. सत्यं तदेव. अतः तत्र लट् लोट् लङ् विधिलिङ् ये सार्वधातुकलकाराः सन्ति तेषाम् एव यक् प्रत्ययः विधीयते, अन्येषु यक् प्रत्ययः न विधीयते. तदेव सारांश, तदेव सारांश. सार्वधातुके लकारे यक् इति वक्तुं शक्यते. सत्यं, लकारे इति वयं योजयामः चेत् तत्र स्पष्टं भवति. अतः तत्र भागद्वयं लट् लोट् लङ् विधिलिङ्ग् इति एकं चिन्तनं, द्वितीयं तु शेषः शेषः शेषलकाराणां कृते एकं चिन्तनं यत्र यक् न विधीयते. इदानीं किं कुर्मः, लट् लोट् लङ् विधिलिङ्ग् एकः धातुः स्वीकृत्य तत्र प्रक्रिया वदामः. तत्र सूत्राणि तु अस्माकं पुरतः सन्ति एव, अनेन पुनस्मरणमपि भवति. स्वागतं श्रीवल्ली भगिनी. नमस्ते भगिनि. नमस्ते. इदानीं किं कुर्मः, आकारान्ताः एजन्ताः च धातवः इति स्वीकुर्मः, एकः धातुः स्वीकुर्मः. भगिनी प्रयत्नं करोति वा अथवा शृणोति वा श्रीवल्ली भगिनि? शृणोमि भगिनि. नास्ति चिन्ता, अद्य शृणोमि. महोदय भवान् एव वदतु तत्र जै इति धातु अस्ति तत्र जै इति आदेति उपदेश अशीत् इत्यनेन तत्र एजन्त एजन्त धातूनां तत्र आत् भवति उपदेशे अशीति इति अशीति अस्ति अत्र अतः दै इति यक् जै योग जै खलु झा इति झा इति भवति झा इति भवति ऐ ऐ ऐ स्थाने आकारदेशः तिध्या इति धातुः तथैव तत्र ग्लै ज्यै यत् सर्वत्र शो सो तत्र तत्र आकारः भवति यक् ग्ला ज्यै इति योग या यक् इति या इति तत्र किमपि नास्ति तत्र सम्प्रसारणस्य कार्यं नास्ति नकारः अपि नास्ति अतः तत्र केवलं वर्णमेव ज्यायते इति सत्यं सत्यम् अत्र किमपि कार्यम् आदेशमपि आत्मं अतः लटीरूपं लटीरूपं किं भवति किं भवति ज्यायते ज्यायते ज्यायन्ते ज्यायते ज्यायते ज्यायद्वे ज्यायै ध्याये ध्याये एकनिमिषं ध्याय ऐ ध्याये वै खलु द्यावहे द्यामहे द्यायावहे क्षम्यतां द्यायावहे द्यायामहे अस्तु आ खलु ध्यायवहे ध्यायामहे न श्रूयते भगिनि क्षम्यतां भगिनि तत्र भग्नः अभवत् सम्पर्कः श्रूयते वा अहं श्रूयते ओहो अस्तु भगिनी अस्तु अत्र अभवत् वा हलो श्रूयते वा इदानीं भगिनी न आगतवती भगिनी न आगतवती शिवनी भगिनी बहु कालात् अनन्तरम् आगतवती I had cancer in January, so I had to undergo surgery and chemo, everything was over. We came to US last month. For 4 months we'll be staying here. So now I am good. Okay. I also had in 2015, I also you had cancer. Oh, yeah. When? 2015. 2015. 2015. Spleen. Yeah, spleen. You had undergone chemotherapy? Yeah. Oh, okay. I'm all right. Yes. Now. Yeah. By God's grace, no. So, by God's grace, yes. Yeah, everything is good. It was a difficult time, chemotherapy process and all, but okay. Yeah. Radiology, no, they didn't give me radiology because it was... That also done. Yeah. Oh, okay. Yeah. Now only hormonal therapy is going on, only one tablet per day, supported by calcium tablets. Yeah. Okay. I don't have anything at the moment. But they suggest, no, Rupati Garu, you have to take some tablets. No, maybe the type of cancer, I don't know. Type, it depends. There are different types. Arna Bahini must be knowing. But cancer, I don't know, but... Yeah, estrogen, for me, no? That's what I was thinking. Second life is given to me, so... For me also, actually, in fact, 2015 I was diagnosed, and after this thing and all, I went back for 1 year. I was in Mumbai. Then I shifted my family. I was earlier in Mumbai only. Then the family was telling me, why don't you come back? So I went back to native place. So at that time, you know, I used that opportunity to start studying Sanskrit. Otherwise, I was not knowing anything. destination. After that, 2017, 2019 I started. 2 years I worked from home actually. I was working for Tata, so they gave me up. Work from home, so like that, you know, at that time it was, even though it was not, they were generous enough. So I worked, and then, now, you know, it's 1.5 years back, I've come back to Mumbai alone now. I'm all right now. So, yeah. And again, I've joined so some other... So back in Mumbai, okay. I'm back in Mumbai now, and again, I'm alone at the moment. My family is in native place. Okay. My daughter is... So you're going to office or still you are working from home? Yeah, I'm going to office at the moment, yes. Okay. Yeah. Very nice. So that's still you are continuing your studies. Yes. Difficulty is there, but okay, I'm fine. Definitely, the time and all, no? At that time, you cannot concentrate. I have a class also. Three classes are there actually. One Vyakarana, one Gita Sopana, and one is other normal other class. It is actually Rachananuada Kaumudi. One book is Sanskrit. So Sanskrit Bharati. So Gita Sopana mandal is just you are teaching. Our only. Oh, okay. Very nice. Aruna Bhagini, you were saying something. During chemotherapy, you cannot concentrate. Yeah, that is. Yeah, I was thinking four sessions. Lot of problem was there. I didn't say only 2 days. Mid is a big problem issue. Namaste. Then you should have. Kimapi abhavat. Astu. Mama prashna kim asit itite dhyaya iti dhatu kila dhyaya iti abhavat. अनन्तरं यदा एकारः योजयामः तत्र अकारः एकारः अस्ति ध्यायै इति भवति किल इति प्रश्नः आसीत् अस्मिन् समये एव तद् गतम् ध्याये वा ध्याय योग ए अकारः एकारः गुण गुण गुण गुण गुणः पररूपसन्धि वा पूर्वरूप एकः आद् गुणः इति न भवति न गुणः न भवति खलु तत्र गुणः न भवति परन्तु आकारः एकारः अस्ति आद्गुणः भवति चेत् किं भवति आद्गुणः इति इकि परे खलु वृद्धिः भवेत् खलु वृद्धिरेचि सन्धिकार्यं विषये अहं पृच्छन्ती अस्मि न पित्तपित्तिन अकारः ध्याय अकारः एकारः खलु आम् अतो गुणे नास्ति परन्तु कथं तत्र भगिनि प्लस् ए द सब्स्टिट्यूट् इस् गुणा लेटर् नो इन् द प्लेस् आफ् बोध पूर्वान् परं पूर्वपरयोः गुणः इति परे खलु आद्गुणः इति इति परे एचि परे वृद्धिः भवति खलु वृद्धिरेचि भवति खलु एचि परे पररूप एकादेशः एव अतो गुणे अपदान्त अकारात् गुणे परे संहितायाः पूर्व ध्याय इति अतो गुणे एव ध्याय इति अकारः पूर्वपरयोः एकः पररूप एकादेशः अतः तत्र अकार एकार ओकारयोः एतेषु कश्चन वर्णः अस्ति चेत् तत्र पूर्वपरयोः एकः पररूप एकादेशः अतः एव पररूपम् एकारः अस्ति ध्याये इति भवति सत्यम् अतो गुणे एव सत्यम् अकार एकार ओकारयोः किमपि अस्ति चेत् पररूप एकादेशः अत्र तु सम्यक् परन्तु अत्र किमर्थं तत्र वृद्धिः मनसि अकारः इति अत् इति अकारान्तात् तप्रकरणं नास्ति तप्रकरणम् नास्ति नास्ति तप्रकरणं नास्ति तत्र किम् उक्तमस्ति इत्युक्ते अत् इति तप्रकरणं किमर्थं दलकृत्यम् अकारेण जायमानस्य सवर्णग्रहणस्य नियमनार्थं प्रकृतसूत्रे अत् इति अकारस्य तप्रकरणं कृतम् अस्ति अतः अष्टादश अपि न आवश्यकं केवलं ह्रस्व अकारः इति कारणेन तत्र अतप्रकरणमेव अथो गुणे गुणसंज्ञक अतः इत्यनेन अकारः अनन्तरं गुण इत्यनेन एकारः ओकारः इति त्रयाणामपि ग्रहणम् अस्ति अत्र अत्र भगिनी दत्तमस्ति अतः अपदान्त आकारस्य विषये इदं सूत्रं नैव प्रवर्तते इति दत्तमस्ति खलु लिखितमस्ति खलु अपदान्त अतः पश्यतु अतः लिखितमस्ति कुत्र तत्र अतोगुणे इति सूत्रे तत्र नीलेशमहोदयस्य व्याख्यान दलकृत्यम् इति अस्ति खलु अत्र द्वितीयबिन्दुः अस्ति अत् इति तपकरणं किमर्थम् अकारेण जायमानस्य सवर्णग्रहणस्य नियमनार्थं प्रकृतसूत्रे अत् इति अकारस्य तपकरणं कृतम् अस्ति इत्युक्ते तपरसत्काल इति सूत्रम् उपयुज्य अत् इत्यनेन अकारस्य केवलं तत्कालवाचि भेदानाम् इत्युक्ते रसभेदानाम् एव ग्रहणं भवति, दीर्घभेदान् न भवति. अतः अपदान्त आकारस्य विषये इदं सूत्रं नैव प्रवर्तते इति दत्तमस्ति. क्षम्यताम्, ह्रस्व एव खलु. ओ ओ, मम मम भ्रमः आसीत्, किमर्थं यकारोत्तरवर्ति अकारः एव किल. सत्यं, न तत् भ्रमः अभवत्, मां चिन्तितवान् ज्या इति आकार अत्रापि अस्ति, यकारयोजनान्त अनन्तरमेव पृष्टवान् ह्रस्वकार. आमां, ह्रस्व एव. आमां, तत् तर्हि अस्ति एव, अतो अतो गुणे एव किल. तदपि पुनः पुनः द्रष्टव्यम्, अतः एव आगच्छति. अहं चिन्ता मम आसीत्, अहं जानामि स्म यातगुणे इति, परन्तु अत्र अहं मम चिन्तितवान् आकार दीर्घ आकार इति मनसि न दृष्टवान्. यकार योजना अनन्तरमेव, यकारयोजनानन्तरं दीर्घ आकार अस्ति इति चिन्तितवान्. तत् नास्ति, ध्याय इति खलु अङ्गम्. ध्याय इति अङ्गं, ध्याय इति रूपम्, अनन्तरं ध्याये इति उत्तमपुरुषे. तादृशमेव यत्र यत्र आकारान्तदातवः सन्ति अथवा एजन्तदातवः ये आकारान्तः भवति आदेश उपदेशे अशिति इति सूत्रेण, तेषां सर्वेषाम् अपि समानरीत्या भवति. सार्वधा भावकर्मणोः इत्यनेन आत्मनेपदिनः सार्वधातुके यक् इत्यनेन यक् विधीयते. यत्र यत्र प्रसङ्गः अस्ति तत्र तत्र अतो गुणे इत्यनेन पररूपादेशः भवति. इतोपि एकं पश्यामः, तत्र विशिष्टदातवः केचन सन्ति, तेषां विषये पश्यामः. अरुणा भगिनी वदति वा, धा इति धातुः, ध्या धातु भगिनी, धा धा अस्माकं ददाति, धा धातु. तत्र किं भवति इत्युक्ते, यदा महोदयेन उक्तं किल, तत्र अधः आगच्छतु, तत्र एकं विशिष्टसूत्रम् अस्ति, अनेन ईकारादेशः भवति. हलि इति सूत्रेण ईकार आदेशः आकारस्य स्थाने ईकारादेशः भवति. हलादि इति घू इति धा योगः यक् प्रथमं सार्वधातुके यक् सूत्रेण यक् विधीयते. तदनन्तरं कर्णोः इति सूत्रेण आत्मनेपदं विधीयते, प्रत्यय विधीयते. अकारस्थाने यक् नित् प्रत्ययः अस्ति, हलादि कित् प्रत्ययः अस्ति, अतः एकारः भूत्वा दी भवति, दीयते. ईत्वं भवति, भूसंज्ञकदातवः के इति वदति वा भगिनि? ओके, भूसंज्ञकदातवः दो, दा, देङ्, दा, डुदेङ्, डुदान्, दा, दान्, धे, धा, डुदान्, धा. सर्वत्र तु धा इति एव, ध अथवा महाप्राण ध इति एव अवशिष्यते, परन्तु षड् दातवः, दो, देन्, दुदायन्, धान्, दे, दुधा, षड् दातवः. एतेषां सर्वेषाम् अनन्तरं मास्ता, गापाः, सा, एषां धातूनामपि आकारस्य स्थाने ईकारादेशः, दीर्घ ईकारः. अतः भगिनी धीय इति अङ्गं लोटी रूपं रूपाणि वदति वा? लोटि अत्र एव दत्तमस्ति. दीयतां, दीयन्तं दीयस्व दीयतां दीयतां दीयध्वं दीयध्वं दीये दीयै दीयै दिया दियावहै दियामहै अत्र दीयै इत्यत्रापि अस्माकम् अतोगुणे अतोगुणे दीययोगः ईताम् इत्यत्र तु दीयेताम् इति भवति अकार ईकारयोः एकारः दीयद्वं खलु तत्र दीयन्तां तत्र अकारः अकारः अस्ति सवर्णदीर्घ तत्रापि अतोगुणे वा अतोगुणे सत्यं दीययोगः अन्ताम् अकार अकारः अतोगुणे दीययोगः ऐ दीयै तत्र अकारः ऐकारः वृद्धिः भवति वृद्धिः भवति अत्र वृद्धिः अस्ति वृद्धिः भवति दीययोगः आवहै तत्र आकारः दीर्घः अस्ति तत्र सवर्णदीर्घः भवति समीचीनं वा दियावहै केवलम् अकार एकार ओकारयोः अतोगुणे अन्यत्र सर्वत्र सन्धिकार्यं भवति एव निषेधः किमपि नास्ति चेत् अत्र आटश्च वृद्धि इति सूत्रेण एव अत्र तद् कुत्र भगिनि आटश्च लङ्गि वा लोट् लोट् लकारे उत्तमपुरुषे देहवे संज्ञा सारधातुक आल्सो दे गेट् आटश्च संहितायाम् एकः पूर्वपर्योगः आट् नास्ति खलु अत्र अस्ति वा आट् न आडागमः तु नास्ति किल तत्तु तत्तु लङ्गि एव भवति किल अत्र अस्ति खलु लोटि अत्र आवहे इत्यत्र आट् ओ तद् मूलतः मूलतः आमां तत्र अस्ति आवहे मूलतः सिद्धप्रत्यय पर्यन्तं तत्तु तत् सत्यम् आडुत्तमस्य तत् सत्यम् आं भगिनि तत् अवश्यं तत् मूलतः सिद्धप्रत्ययपर्यन्तम् आम् अवश्यम् अनन्तरम् आद्यन्तौ टकितौ इत्यनेनापि प्रथमं भवति खलु महोदय आं तत्र यदा आडागमः अस्ति तत्र टिट् टिट् अस्ति इति कृत्वा सत्यम् आम् नमस्कारः महोदय नमस्ते अतः तत्र गूमास्ता खापा जहातीसां हलि इति सूत्रेण द्वादशधातवः सन्ति येषाम् आकारस्य ईत्वं भवति दीयते धीयते मीयते स्थीयते घीयते पीयते हीयते स्थीयते इति सर्वेषामपि ईत्वम् इति भवति अतः आकारान्तधातुषु अपि तत्र केचन विशिष्टदातवः सन्ति येषाम् ईत्वं भवति अनन्तरं तत्र एजन्तः आकारान्तः वयं दृष्टवन्तः ईकारान्तः ईकारान्तः पश्यामः तत्र विजयाभगिनी वदति वा जी दातु प्रक्रिया कथं भवति इत्येव वदतु जी योगः य अत्र जी योगः यक् सार्वधातुक अर्धधातुकयोः इत्यनेन गुण आदेशः भवति परन्तु अत्र मितिच इत्यनेन गुणनिषेधः भवति अतः जी योगः यक् गुणः न भवति, जिय इति भवति. परन्तु अत्र एतत् समीचीनं नास्ति खलु महोदय, अत्र जीयते इति ईकारः आगच्छति. एतत् इदानीमेव दृष्टवन्तः खलु, गुमास्ता गाप जहाति सा जहाति, तत्तु आकारान्तविषये. ईकारान्तधातुः अतः अकृत् सार्वधातुकयो दीर्घः इति सूत्रमस्ति. अग्रे अस्ति, आम् वयं पठितवन्तः, मास एकमासम् अभवत् किल. अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन खलु महोदय? सत्यं, आम् सत्यम्. अतः अनेन किं भवति अत्र सर्व अत्र इति परतः अस्ति, अङ्गस्य दीर्घः भवति अङ्गस्य. अजन्त अङ्गस्य यकारादिप्रत्यये परे दीर्घादेशः, परन्तु सः प्रत्ययः कृत् कृत् प्रत्ययः मा भूत्, कृत् संज्ञकः अस्ति चेत् न भवति. सार्वधातुकम् अस्ति चेदपि न भवति. अतः तत्र अकृत् असार्वधातुके इति, अकृत् सार्वधातुकयो दीर्घः, अकारः अ इति यद् निषेधः अस्ति तद् कृत् इत्यस्यापि सार्वधातुकः इत्यस्यापि. तत्र एव वयं दृष्टवन्तः प्रायः प्रसज्य प्रतिषेधः, अनन्तरं किं द्वितीयं किम् पर्युदासः समासे अकारः इति अस्ति, अतः प्रसज्य प्रतिषेधः अथवा पर्युदासप्रतिषेधः. अत्र तु प्रसज्य अधः अपि तत्र ओ एतत् पूर्वम् अभवत् जी योगः यक् जीयते इति लट् रूपं भवती लङ् वदति वा? पूर्वमेव सिद्धप्रत्ययाः सन्ति जीयथ जीयत् लङ् रूपम् अजीयत अजीयतः एतत् सत्यं सत्यम् यताम् अजीयन्त अजीयाताः समीचीनं वा भगिनि? अजीयताः अजीयतम् अजीयत अजीयतम् आकारः ईकारः एकारः भवति किल, अजीय योगः ईताम् अजीयेताम् अजीयेताम् अनन्तरं अजीयद्वम् अजीयद्वम् अजीयवहे अजीयामहे अजीयवहि अजीया अजीयामहि अजीयामहि दीर्घं नास्ति, यकारः वहि एव किल वर्णमेलनम् अजीयावहि अजीयामहि अजीयावहि खलु दीर्घः भवति अ इति भवति वा? किमर्थं यै नास्ति वा अतो दीर्घो यै इति वा? अतः अङ्गस्य खलु अजीय इति अङ्गम् अस्ति खलु, अजीय इति अकारः अतः वहि यै खलु अतो दीर्घो यै. आम् तद् सत्यमेव महोदय, वयं पूर्वमपि कुत्रचित् तत्र वही महि मध्ये आत्वं कृतवन्तः. ययादि सार्वधातुकप्रत्यये परे अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति यै खलु, अत्र यव इति अस्ति, अतः तत्र अतो दीर्घो यै इत्यनेन दीर्घत्वं सत्यम्. अतः किं रूपं भगिनी पुनः एकवारं वदति वा? वदामि भगिनि, अत्र लङ् रूपं सर्वत्र लुङ् लङ् लृङ् षड् दातः इत्यनेन आकारः आगच्छति अडागमः. अजीयत अजीयेतम् अजीयन्त अजीयताः खलु महोदय? अजीयताः अजीयतम् अजीयतम् अजीयतम् अजीयद्वम् अजीये अजीयावहि अजीयावहि अजीयमहि अत्र एव अतो दीर्घो ययि अजीययोगः अन्त इत्यत्र अतो गुणे अजीययोगः ईताम् ईथाम् ई सर्वत्र तु गुणः भवति किल एकारः एकारः अतः ईकारः अभवत् इदानीम् अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन तत्र दीर्घादेशः तु भवति एव ईकारान्तधातुः अस्ति चेत् तत्र दीर्घत्वं भवति समानरीत्या क्षीयते श्रीयते झ्रि झ्रि इति धातुः झ्रीयते इति भवति ईकारान्तानां किं भवति इति पश्यामः महोदय भवान् एव नी धातु किमस्ति भगिनि नी धातु नी दीर्घ नयति नि हा नी तत्र तत्र इकारान्त इकारान्त अस्ति अतः दीर्घः किमपि दीर्घः एव अस्ति अतः अकसाधकदीर्घः इत्यनेन दीर्घः भवति परं दीर्घः एव अस्ति किल अतः नीयते इत्यत्र किमपि कार्यं नास्ति तत्र भीयते नीयते सत्यम् अतः तत्र अकृत्साधको दीर्घः इत्यस्य प्रसक्तिः अस्ति पर्जन्यवत् अतः समानरूपमेव भवति दीयते परिवर्तनं नास्ति इदानीम् अपवाद शीङ् धातुः वदतु महोदय तत्र तत्र शीङ् इत्यस्य अयङ् आदेशः भवति तत्र कित् ई परे तत्र तत्र यकारादि कित् नित्प्रत्यये परे भवति इति उक्तमस्ति अतः तत्र शीङ् तत्र एकनिमिषं वदामि शी खलु शीङ् एकनिमिष उपरि कुत्र अस्ति प्रत्ययः अस्तु शी शी शीयोग य शीयोग यक् अत्र अय इति आदे इकारस्य स्थाने अय आदेशः भवति अतः शै इति भवति शैयोग यक् शय्य इति अङ्गं भवति शय्यते इदानीं शय्य इति अङ्गं भवति सर्वत्र तत्र इते इते अन्ते सर्वे अत्र सर्वत्र यक् इति कित् अस्ति इति कृत्वा यकारादि कित् प्रत्यये परे भवति इति कृत्वा तत्र शय्यते शय्य इति अङ्गं शय्यते शय्येते शय्यन्ते अतः अतो गुणे शय्यते शय्यते शय्येते शय्यद्वे शय् शय्य शय्य योग ये खलु तत्र शय्ये तत्र शय्ये इति एव तत्र अतो गुणे इत्यनेन शय्ये अग्रे शय्यावहे शय्यामहे इति रूपाणि तत्रापि अभवत् शय्यावहे शय्यामहे शय्य योगः वहे महे अतो दीर्घो ययि अतः तत्र शीङ् धातुः एकः एव धातुः तत्र अपवादरूपेण अस्ति तत्र यक् इति तत्र ऐ इति आदेशः भवति यक् प्रत्ययः अस्ति अस्माकम् अतः अयङ् ई निति इति सूत्रं कित् ङित् प्रत्यये परे ऐ इति आदेशः शीङ् धातुः तत्र तु अन्तादेशः अयङ् इति कृत्वा तदेव तत्र चिन्ता अरुणा भगिनी इदानीम् उकारान्त नु इति धातु उकारान्तदातु नु इति धातु अत्र यकार उकार अस्ति तदेव ओके प्रथमनु योगः यक् अत्य सर्वदातु अर्धदातुकः गुणः परन्तु निति इति निति सूत्रेण गुणनिषेधः भवति अनन्तरम् अकृतसार्वधातुकयोर्दीर्घः इत्यनेन दीर्घ आदेशः भवति नूय नूयते अतः तत्र लोटि वदतु भगिनि ओके वदति धातु नूयते नूय नूयत लोटि भगिनि लोटि नूय नूयतां नूयतां नूयतां नूयन्तं नूयस्व नूयेत्थां नूयेध्वं नूयध्व नूयध्व यकार नास्ति नूयै नूयावहै नूयामहै नूयै नूयावहै नूयामहै इति रूपाणि भवति नूय अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन अत्रापि दीर्घत्वं भवति भगिनी वदति वा एकवारम् अकृत् सार्वधातुकयोर्दीर्घः इत्यनेन कुत्र कुत्र दीर्घत्वं प्राप्नोति इति इकारान्तधातूनाम् उकारान्तधातूनां भवति भगिनि दीर्घ इकार अपि सूत्रं वर्तते परन्तु रूपं दीर्घ अस्ति चेत् न प्रवर्तनं भवति उकारान्तधातूनामपi इकार उकार उकारधातूनामपि भवति सत्यम् अजन्त अङ्गस्य दीर्घादेशः अजन्त अङ्गमस्ति चेत् तत्र दीर्घादेशः भवति तत्र पूर्वमेव विशेषसूत्रमस्ति परन्तु तत् प्रपाद्य तत्र भिन्नसूत्राणि सन्ति भिन्न सत्यं तत्र अन्यत्र भिन्नसूत्राणि सन्ति इति कृत्वा परन्तु अत्र तु बाधा नास्ति अतः भवति एव परन्तु सामान्येन अजः अङ्गस्य एव दीर्घः अतः भूयते भू इति भवति चेत् अत्र भूयते अक्पर्यन्तमेव तत्र तस्य सूत्रस्य प्रसक्तिः अनन्तरं नास्ति खलु तत्र दीर्घ एव अस्ति इति कृत्वा खलु तत्र सत्यं भूयते इत्यत्र वदतु अरुणा भगिनि भूयते अत्र भू इति दीर्घ ओकारान्त धातुः अस्ति भूय भू युगयक् युगते भूयते भवति अत्र अकृतसर्वधातुकयो दीर्घः कार्यं करोति वा अरण्य आवश्यकता न अवश्य प्रसक्तिः तु अस्ति एव रूपभेदः नास्ति तावदेव अकृत् सार्वधातुकयो दीर्घः प्रसक्तिः अस्ति परन्तु रूपभेदः न किमपि नास्ति सत्यं भूयते इति रूपं चश्च इति सूत्रेण ह्रस्वः दीर्घः कृतः च इति तत्र तत्र अचः इति अचश्च इति अनेन किल अनेन अचश्च सत्यम् अचश्च इत्यनेन ह्रस्वदीर्घकृत अजन्ताङ्ग विजलिङ्गरूपं वदामि भगिनि वदतु भगिनि अवश्यं भूयेत भूयेयातां भूयेरन् भूयेत्थाः भूयेयात्तां भूयेध्वं भूयेय भूये वहे भूयेमहि सत्यम् अकार ईकारयोः तत्र सन्धिः सम्यक् धन्यवादः विजया भगिनी तत्र भ्रू धातुः अपवादः पुनः तत्र तस्मिन् विषये वदति वा रूपाणि कथं भवति इति आत्मनेपदिनः तादृशमेव इदानीं भूयते तदैव खलु महोदय तत्र एकं विशिष्टसूत्रमस्ति द्वयमस्ति तत्र भूयते भ्रू धातुः ब्रवीति भ्रू ओ ब्रुवीति अस्तु अस्तु अत्र पठामि वा ब्रुवो वचीति न स्मरति चेत् पठतु ब्रुवो वचि ब्रू धातोः स्थाने वच् आदेशः भवति आर्धधातुकविवक्षायां वच्चीः इत्यस्मिन् इकारः उच्चारणार्थः ब्रुवः षष्ट्यन्तं वचि प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधात्विके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्रुवो वचि आर्धधातुके अत्र किं रूपं वक्तव्यं भगिनि ब्रू धातुः यक् इति प्रत्ययः कथं प्रक्रिया भवति इति ब्रुवि यकारस्य स्थाने ब्रुवीति इति प्रथमं खलु महोदय ब्रुवीति तद् ब्रवीति इति अस्माकं कर्तरि रूपं कर्मणि इत्यत्र ब्रुवोवचि इति सूत्रेण वच् इति आदेशः भवति ब्रूस्थाने वच् अस्तु अतः वच् योगः य इति इदानीं स्थितिः किं भवति वदामि भगिनि अत्र अत्र सम्प्रसारणं भवति खलु सत्यं तदेव अतः उकारः भवति अतः उच्यते उच्यते उच्यन्ते उच्यसे उच्यते उच्यद्वे उच्य उच्यावहे उच्यामहे सत्यं तदेव सम्यक् तदेव ब्रू धातोः एव उच्यते इति रूपं वचिस्वपि अजादीनां किति इति सूत्रमस्ति अनेन सम्प्रसारणं भवति ब्रुवो वचिः परिगणितधातुः वदतु तावदेव खलु परिगणितधातुः न अत्र वचिस्वपि यजादीनाम् इति खलु महोदय सत्यं किं प्रत्य सम्प्रसारणम् आमां सत्यम् अतः तत्र ब्रुवो वचिः इति सूत्रं स्मरणे भवतु तद् अपवादसूत्रमस्ति ब्रू इति दीर्घ ऊकारान्तधातुः तत्र अकृत्सार्वधातुकयोर्दीर्घः बाधित्वा ब्रुवो वचिः इति सूत्रं वचिः तत्र विसर्गः अपि अस्ति ब्रुवो वचिः इत्यनेन वच् आदेशः भवति तत्र वयं सामान्यतया यत्र पश्यामः तत्र प्रथमा अन्ततया एव आदेशः निर्दिश्यते किल अत्र तु वचिः इति विसर्गः अपि अस्ति तदेव सः इकारः उच्चारणार्थः इति दत्तमस्ति वचः इति नास्ति वचिः इति अस्ति अथवा वच् इति नास्ति समीचीनं धन्यवादः भगिनि अतः उच्यते इति भूधातोः रूपमेव अस्तु महोदय महोदय आम् आत्मने सत्यं रघुपतिमहोदय कृ धातुः ऋकारान्तः कृ इति अस्ति ऋकारं धातु अस्ति ऋकारं धातूनां कृते अकृसार्धातुकदीर्घ इत्यनेन तत्र भवितुम् अर्हति परन्तु तत्र प्रभाते इदानीं तत्र रिङ् शग् रिङ् शग् शयङ्लिषु लिषु इति रिङ् आदेशः भवति शक श इति तत्र जानीमः तत्र सुदादिगण्य च इति अपि यक् अपि लिङ् तत्र अतः यक् यक् प्रत्ययपरे तत्र रिङ् आदेशः भवति ऋकारान्तधातूनां कृते अतः कृ इति अस्ति लटिरूपं वदामि वा वदतु महोदय कस्य स्थाने रिङ् आदेशः इति उक्तवान् महोदय तत्र ऋकारस्य स्थाने इत्यनेन अन्तिमवर्णस्य स्थाने किल अनेकाल् चेदपि अन्त्यस्य स्थाने वदतु सार्वधातुक खलु महोदय असार्वधातुक एव यकारः इति असार्वधातुकः एव अतः इ असार्वधातुके क्रि इति अस्ति इदानीं क्रि इति क्रि क्रियोग या क्रिया एकनिमिषः क्रियते एकनिमिषं क्रियते क्रिया इति अङ्गमस्ति इदानीं क्रिया क्रियायोग ते किमपि तत् वर्णमेलनं क्रियते क्रिययोग इति क्रियेते क्रियन्ते क्रियसे क्रियेते क्रियद्वे क्रिये अत्र क्रिये इति एव तत् अतोगुणित्वेन क्रिये इति भवति क्रियामहे क्रियामहे इति रूपाणि सत्यं क्रियावहे क्रियामहे इति कृ इति अस्माकं धातुः क्रियते इति रूपम् अतः ऋकारान्तधातोः तत्र रिङ् शयङ् लिङ्क्षु इत्यनेन तत् रिङ् आदेशः भवति क्रियते ब्रियते म्रियते ह्रियते रूपं तु बहु प्रसिद्धरूपम् इति तस्यापि अपवादद्वयमस्ति तद् पश्यामः महोदय प्रथम अपवादः वदति वा स्मृ स्मृ इति धातु अस्ति इदानीं तत्र संयोगः अस्ति चेत् संयोगादि अस्ति चेत् तत्र गुणः भवति इति सूत्रमस्ति गुणः अर्थसंयोगाद्योः इति गुणः ऋ धातोः अपि च संयोगाद्योः ऋतः संयोगादि ऋकारान्त अङ्गस्य गुणः भवति तत्र यक्कि परे यक्कि तत्र यक्कि ई लिङ्गि असार्वातुके इति यक्कि परे भवति गुणः भवति इति अतः स्मृ धातुः खलु स्मृ स्मृति अत्र ऋकारान्त तत्र तत्र संयोग अस्ति संयोगादिः अस्ति ऋताङ्गस्य गुणः भवति संयोगः अस्ति आदौ अतः ऋताङ्गस्य गुणः भवति इति इत्यनेन स्मृ इत्यस्य गुणः भवति स्मर् इति भवति गुणः भवति स्मर्योगस्य स्मर्य इति अङ्गम् अस्ति तर्हि स्मर्यतां स्मर्येतां स्मर्यन्तां स्मर्यस्व स्मर्येतां स्मर्यध्वं स्मर्यै इति भवति तत्र वृद्धिः भवति स्मर्यै स्मर्यावहै स्मर्यामहै इति सामान्यतया तत्र तु प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः विधीयते इति च इत्यनेन गुणस्य बाधा भवति परन्तु गुणोर्ति संयोगाद्योः इत्यनेन पुनः गुणः भवति अप्राप्तविभाषा इति किमपि तस्य नाम अस्ति अत्र एकवारं बाधितं तद् पुनः विधीयते चेत् तत्र तादृश किमपि नाम अस्ति प्राप्तविभाषा अप्राप्तविभाषा इति अत्र तत्र यद् बाधितं तद् पुनः तत्र विधीयते अनेन सूत्रेण तदेव वैशिष्ट्यं गुणोऽर्थिसंयोगाद्योः इति सूत्रं रिङ् शयङ् लिङ्क्षु इति सूत्रस्य अपवादः रिङ्गादेशः न भवति अत्र संयोगः अस्ति इति कृत्वा अत्र गुणः भवति अङ्गस्य गुणः यकारादि लिङ्गि आर्धधातुकप्रत्यये परे समीचीनम् अस्माकं जागृधातुः सर्वदा तद् विशिष्टधातुः एव तत्र वयं यदा कर्तरीप्रयोगं दृष्टवन्तः तत्रापि तद् विशिष्टधातुः एव आसीत् इदानीमपि तद् तस्य स्टेटस् विशिष्ट इत्येव अस्ति अरुणा भगिनी वदति वा जागृधातुः विषये तत्र किं भवति इति महोदय अत्र किम् उक्तं वार्तिकम् उक्तं वा वार्तिकं जागृ गृहे आं भगिनि नास्ति चिन्ता आं विजया भगिनी किं वदति अत्र वार्तिकम् उक्तवती वा गुणोऽर्थिसंयोगाद्योः इति सूत्रमेव एतत् सूत्रेण गुणोऽर्थिसंयोगाद्योः इति सूत्रेण गुणः भवति दीर्घः तत्र किं तत्र रिङ्गादेशः न भवति इति आं रिङ्ग् बाधित्वा गुणः तत्र गुणः सामान्यतया तु न भवति किल यक् प्रत्यये परे तत्र गुणः सामान्यतया बाधितमस्ति ङिति च इति सूत्रेण परन्तु रिङ्गादेशः यद्विधि विहितं तद् बाधित्वा अत्र गुणः भवति गुणोऽर्थिसंयोगाद्योः इत्यनेन अङ्गस्य गुणः भवति यकारादि लिङ्क् एकं वदामि भगिनि, तत्र प्रथमं तत्र अकृत् क्षम्यतां तत्र सार्वधातुक आर्धातुक गुणस्य प्रसक्तिः तद् बाधयित्वा अकृत् सार्धातुकयोः दीर्घः अचि तत्र अचः दीर्घः भवति इति अस्ति, तद् बाधयित्वा रिङ्षु इत्यनेन तत्र रिङादेशः तत्प्रबाध्य इदानीं गुणादिसंयोगाद्योः इत्यनेन तत्र संयोगादि अस्ति चेत् ऋकारान्तस्य गुणः भवति इति सत्यं सत्यं सर्वं बाधित्वा गुणोर्थिसंयोगाद्योः इत्यस्य प्रसक्तिः अत्र स्मरणं भवति. आमामामां सत्यं तद् स्मरणे तादृशं वयं स्मरामः चेत् सुलभं भवति. अस्तु विजया भगिनि, जागृदातुः वदतु भगिनि इदानीम्. अस्ति वा विजया भगिनि? कुत्र अस्ति महोदय करपत्रे? आं करपत्रे जागृ तत्रापि वयं जागृ विच्छिन्ननित्सु इत्येव दृष्टवन्तः किल, यथा जागृधातुः विषये दृष्टवन्तः. आमां तदेव एतत् सूत्रमेव पठितवान्, समानसूत्रमेव तत्रापि. किं प्रथम आमां जागृ जागृ विच्छिन्नल् नित्सु इत्यनेन किति प्रत्यये परे गुणः भवति, जागृ योगः यक् अत्र जागर् इति भवति गुणः भूत्वा, अनन्तरं जागर्योगः य जागर्य इति भवति, जागर्ययोगः ते आत्मनेपदिनः विवक्षा अस्ति अत्र जागर्यते इति भवति तावदेव खलु महोदय? आं जागर्यते इति इदानीं लट्टी रूपं वदतु भगिनि, जागर्यते जागर्येते जागर्येते जागर्यन्ते जागर्यस्य जागर्येते जागर्यद्वे जागर्ये जागर्या वहे जागर्या महे इति रूपं भवति. अत्र एव दत्तमस्ति पर्युदासः इति अविच्छिन्नल् निच्छु, अतः तत्र यद्वयम् इदानीं दृष्टवन्तः अकारः योजयित्वा तद् पर्युदासः. प्रसज्यप्रतिषेधः पर्युदासप्रतिषेधः, प्रतिषेधस्य द्विविधम् अस्ति, प्रसज्यप्रतिषेधः पर्युदासप्रतिषेधः इति. प्रसज्यप्रतिषेधः इत्युक्ते नकारः आगच्छति. एकम् उदाहरणमासीत्, अहं पुस्तकं न स्वीकृत्य गच्छामि इति अस्ति चेत् तत्र नकारस्य अन्वयः कुत्र भवति इति प्रश्नः. अस्तु भाषापाक प्रथमपुस्तके एव आसीत् तत् नकारस्य, अतः एव अहमपि स्मरामि नकारस्य अन्वयः गच्छामि इति क्रियापदेन सह एव भवति, स्वीकृत्य इति कृदन्तेन सह न भवति. किमर्थम् इत्युक्ते गच्छामि इत्येव प्रमुखक्रियापदम् अस्ति, मुख्यक्रियापदम्, अनेन एव नकारस्य अन्वयः भवति इति प्रसज्यप्रतिषेधः. पर्युदासप्रतिषेधः इति अस्माकं समासे अकृत् सार्वधातुकयो दीर्घः इति अकृत् इति अस्ति किल, अविच्छिन्नल् मित्सु अकारः नै इति यत्र भवति तत्र पर्युदासप्रतिषेधः. तदेव एकवारमपि द्रष्टव्यम् अत्र एक्सामिनेशन् अभवत् एतत् मध्ये, परन्तु इतोपि भवत्याः मनसि सम्यक् अस्ति तिष्ठवती. तद् नीलेश् महोदय बहु उत्तमरीत्या पाठितवान्, अतः एव तद् अहं 19 अत्र किमस्ति अत्र PDF एतत् अहं प्रिण्ट् औट् कृतं मया. तस्य समयः अस्ति चेत् अन्ये अपि किञ्चित् शृण्वन्तु, तद् महोदयेन ashtadhyayi.com मध्ये एव आरोपितवान्. प्रथम द्वितीय तृतीय इदानीं वर्गः प्रचलति, परन्तु प्रथम द्वितीय कृपया शृण्वन्तु, बहु सम्यक् आसीत्. अद्य अभवत् महोदय? ओ इदानीम् अभवत् वा? अद्य प्रातःकाले षड्वादने. अस्तु अहं तु वीडियो रेकार्डिङ्ग् एव शृणोमि, रेकार्डिङ्ग् एव शृणोमि तत्र कार्याने, परन्तु मम कुटुम्बजनाः तर्जयन्ति भवान् सर्वदा संस्कृतमेव शृणोति. तत्र एव मनश्शान्तिः मनश्शान्तिः तत्र एव वयं प्राप्तुं शक्नुमः, अतः एव संस्कृतं शृणुमः. अन्यत् किमपि शृण्मः चेत् तत्र क्लेशः एव भवति. आमां सत्यम्. अतः एव अस्तु. इदानीं ऋकारान्तधातुः विषये चिन्तनं कुर्मः. अरुणा भगिनी इदानीं वक्तुं शक्नोति वा? आं भगिनि. ऋकारान्त दीर्घ तत्रापि भागद्वयम् अस्ति. प्रथममस्ति अनोष्ट्यपूर्व ऋकारान्तधातुः. तृ धातुः स्वीकरोतु भगिनी, किं भवति इति वदतु. तृ धातु दीर्घ ऋकारान्तधातः तथा यक्स् विदेते ऋत इत् धातोः इत्यनेन सूत्रेण रोदन्तधातोः अङ्गस्य ह्रस्व इकार आदेशः भवति. तृ युग यक् ऋत इत् धातोः सूत्रेण ऋकारस्थाने ह्रस्व इकार ति युगः य पुरन्रपरः इत्यनेन ऋकारस्य स्थाने अण् आदिष्टः चेत् स अण् सदा रपरः इति थिर् या हलीचा इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो हलिपरे थिर् या थीर्या भवति. तीर्यते. अतः कानि सूत्राणि अत्र ऋतयुक्तधातोः उरन्रपरः हलिच हलिच इति कार्यत्रयम् तीर्यते इति तत्रापि भवति. अपि तत्र लोट् वदतु भगिनि. इदानीं विजया भगिनी लट् उक्तवती. त्रियत ओ तीर्यत लोट् किल ओ लाट् ओ लोट् ओके तीर्यतां ताः भगिनि तीर्यतां तीर्येतां लोट् कर्मणि किल ओ कर्मणि लोट् लोट् ओके तीर्य तीर्ये स्वा तीर्येथां तीर्यध्वं तीर्यै तीर्यावहै तीर्यावहै. सत्यं सम्यक् तदेव. तृ इति धातुः तत्र ओष्ट्यपूर्व अस्ति इति कृत्वा क्षम्यताम् अनोष्ट्यपूर्वः अस्ति इति कृत्वा ऋत इति धातोः इत्यनेन ईकारादेशः अनन्तरं तत्तु अण् इति कृत्वा सर्वदा उरण्परः रपरः विधीयते. अनन्तरं तु हलीच इत्यनेन इकः वर्णः दीर्घः हलीच. तीर्यते जीर्यते घीर्यते इति वदतु भगिनि. इति अस्ति अनन्तरं यक् आगच्छति भावकर्मणोः इत्यनेन वा? यक् इति सार्वधातुके यक् इति अस्तु. एतत् अत्र दत्तम्. अनन्तरं ऋत इत् धातोः अत्र स्वीकृतम्. अनन्तरम् उरण्परः आगच्छति. अनन्तरं हलीच आगच्छति. एतत् सर्वं बहु मिराकल् अस्ति खलु. सत्यं सत्यम्. वयं तु रूपाणि जानीमः गीर्यते इति, परन्तु कथम् आगच्छति इत्युक्ते प्रक्रिया. परन्तु एकवारं प्रक्रिया स्मरामः चेत् किमपि धातुः स्वीकुर्मः तत्र वयं तत्र रूपं साधयितुं शक्नुमः. ऋकारान्तधातुः अस्ति चेत् तत्र चिन्तनद्वयम् ओष्ट्यपूर्व अनोष्ट्यपूर्व. अनोष्ट्यपूर्वः अस्ति चेत् ऋत इद्धातोः ह्रस्व ईकारादेशः उरण्परः सर्वदा रपरः फलीच इत्यनेन इकः वर्णः दीर्घः. तत्र स्टेप् वैस् इति वदामः किल तत्र कार्यं भवति. अरुणा भगिनी भवती एव ओष्ट्यपूर्वस्यापि वदतु भगिनी. पृ इति धातुः ओके ओष्ट्यपूर्व ऋकारान्तधातवः. पृ धातु प्रथमं यः विधीयते अत्र नूतन विशिष्टसूत्रमस्ति अदोष्ट्य पूर्वस्य इत्यनेन अदोष्ट्य पूर्वस्य इत्यनेन ओष्टस् पूर्वस्य ऋकारन्त अङ्गस्य ऋकारस्य ह्रस्वः उकार आदेशः ततः पू योगः या उरन्रपरः इत्यनेन रेफा भवति पुर् या हलिता इति सूत्रेण रेफान्तद उपदायस्थित इकोर्णः दीर्घ भूत्वा पूर्य पूर्यते इति रूपं भवति. अत्र अश्वकार अस्ति चेत् औष्टपूर्व अस्ति चेत् अत्र नूतनसूत्रेण हर्ष उकार आदेशः भवति पूर्वस्य इति सूत्रेण. तदनन्तरं उरण्ड्रपुरः अपि भवति हलिचापि कार्यं करोति. केवलं तदेव भेदः ऋत इति धातोः अनोष्ट्यपूर्वस्य इत्यस्य कृते ओष्ट्य उदो ओष्ट्यपूर्वः अस्ति चेत् उदोष्ट्यपूर्वस्य इति सूत्रेण ह्रस्व उकारादेशः. तदेव भेदः हृ धातुः अथवा झृ धातोः अनन्तरम् अस्माकं भृ धातुः पृ धातोः कः भेदः इत्युक्ते एकः ओष्ट्यवर्णः अन्यत्तु ओष्ट्य ओष्ट्यवर्णः न, तदेव अनोष्ट्यवर्णः. अतः तत्र तदेव भेदः. अत्र ऋत इद्धातोः इत्यनेन इकारादेशः न भवति, उकारादेशः भवति तस्य स्थाने. अन्यत् सर्वं समानम्. समीचीनं, धन्यवादः महोदय. हलं तदातवः वदति वा? अत्र सामान्यदातवः इत्यस्य चिन्तनं पट् दातु. पट् दातु अत्र तत्र किमपि नास्ति, वर्णमेलनमेव अस्ति. अतः कार्यं पठ्यते, पठ्येते, पठ्यन्ते, पठ्यसे, पठ्येते, पठ्यन्ते, पठ्ये, पठ्यावहे, पठ्यामहे, लिख्यते, मुच्यते. सत्यं, किमपि कार्यं नास्ति, सर्वं बाधितं. तद् गुणवर्णः अस्ति चेत् तदपि बाधितं, किमपि तत्र कार्यं नास्ति. अत उपादायाः अचोनिति इत्यस्य कार्यम् अस्ति वा? अत्र नास्ति, कुत्रापि नास्ति. अत्र अतोपदयाः नित्यप्रत्ययपदे नित्यप्रत्ययपदे तत्र भवति, तत् नास्ति खलु. अचोनिति अपि नास्ति. यक् प्रत्ययः तत्र कित् अपि नास्ति, ङित् अपि नास्ति, ङित् अपि न, क्षम्यतां, कित् अस्ति, ङित् ङित् नास्ति. अतः तत्र अत उपादायः अचोनिति द्वयोः अपि कार्यं नास्ति. अत्र प्रसक्तिः एव नास्ति. इदानीम् अस् धातुः वदतु महोदय. विशिष्टदातु अस् धातु विशिष्टदातु अस्ति, अतः तद् भू आदेशः भवति. अस्तेर्भू इति सूत्रेण तत्र आर्धातुके इति आर्धातुके आर्धातुकप्रत्ययपरे इति अस्ति. अतः अस्धातोः भू इति आदेशः भवति. अत्र हि भू इति अस्ति, भूयोग य इति अस्ति. अत्र अकटादुकदीर्घ इत्यनेन भू एव तिष्ठति. भूयते, भूयते, भूयन्ते, भूयते, भूयते, भूयते, भूये, भूये, एकवारं भूये, क्षम्यतां, भूये, भूयामहे, भूयामहे. सत्यं, धातु आदेशः द्वयं वयं दृष्टवन्तः. भ्रुवो वचिः तत्र वच् आदेशः, अस्तेर्भूः तत्र भू आदेशः. तत्रापि भूः अस्तेर्भूः, तत्र भूवो वचिः इति अस्ति प्रथमान्तं भूः. विजया भगिनी, चक्षिङ् धातुः तदपि विशिष्टधातु. तत्रापि आदेशः एव. भगिनि अत्र वचिः, वचिः इत्यस्मिन् इक् तस्य इक् इक् इति किमपि नास्ति. आम् आम्, तत् प्रथमान्तं, सामान्यप्रथमान्तमेव. वचिः इत्यत्र तु इक् इक्ष्टिपा निर्दिष्टः, परन्तु ते तु उक्तवन्तः किल ई इति उच्चारणार्थे इति एव. इक्ष्टिप इति नास्ति इति तदेव स्पष्टं कृतवन्तः. इकानिर्दिष्टमस्ति किमपि कार्यं नास्ति खलु, स्थिपानिर्दिष्टमस्ति चेदेव तत्र यगन्ते किमपि अथवा किमपि अन्यत् न भवति इति, सम्प्रसारणं न भवति, यङ् कार्यं नास्ति इति. किमपि नास्ति खलु, कोऽपि अस्ति वा इक इत्यस्य कोऽपि विशेषः अस्ति वा? किमपि विशेषः अस्ति एव, पूर्वं वयं कुत्रापि दृष्टवन्तः, तद् दीर्घ एकं सूत्रं भवति किल, पृच्छति तद् नास्ति, तत्रमस्ति खलु पिबति इति अस्य सूत्रं किं तत्र तद् नास्ति, तद् नास्ति खलु, तद् न कुत्रापि तद् अर्थ व्रश्च ब्रश्च तदापि नास्ति. प्रथमं वयं भुवादिगणे पठितवन्तः तत्र पृच्छति इति चैतन्येन भुवादिगणे एकं सूत्रमस्ति दीर्घसूत्रं, तत्र एव आगच्छति अस्मिन् विषये. एकवारं पश्यामि, पश्यामि तदेव, प्रायः तदेव पाघ्राद्मा एव, सत्यं तदेव, तत्रैव दृशि अर्ति सर्ति इति अस्ति, तत्र दृशि अर्ति सर्ति इति अस्ति, अत्र तु किमपि न दत्तं, प्रायः अस्माकं करपत्रे एव भवति. तत्र एकम् एव दृष्टवन्तः, तत्र स्थिपानिर्दिष्टमस्ति यङ्गलुकि न भवति. आम्, यङ्गलुकि रूपाणि न भवति स्थिपा, परन्तु इक् इत्यनेन किमपि तत्र किमपि अस्ति, किम् इति न स्मरामि इदानीं, अस्तु अहं मम करपत्रे पश्यामि, तत्र नोट्स् मध्ये भवति. केवलं धातुनिर्देशः इका भवति, परन्तु तत्र कार्यमस्ति वा इति अहं दृष्ट्वा वदामि प्रायः अग्रिमसप्ताहे, तत्र मम करपत्रम् अन्यत्र कुत्रापि अस्ति, तत्र अहं तत्र लिखित्वा स्थापितवती. अनन्तरमपि इतोपि एकः विदीर्घं सूत्रमपि अस्ति, तत्रापि आगच्छति, तद् वयं यदा धातुपाठे हल्सन्धिः इति किमपि कृतवन्तः किल, तस्मिन् समये आसीत् तस्मिन् पाठे मया प्रेषितं खलु अत्र एतत् वा पाग्राद् मास्ता. आं तद् आं तत्र आं तत् सूत्रं सम्यक् एव, तदेव सूत्रं तत्रापि अस्ति, अन्यत् अपि सूत्रद्वयं वा त्रयं वा वयं दृष्टवन्तः, यत्र स्थिपा निर्दिष्टम् अस्ति इक् इक् इत्यनेन निर्दिष्टम् इति, पश्यामि अहं तु नोट्स् मध्ये दृष्ट्वा वदामि. अतः तत्र बचिः इत्यत्रापि तादृशं किमपि वैशिष्ट्यम् अस्ति वा इति द्रष्टव्यम्. इकारः केवलम् उच्चारणार्थः इत्युक्ते तत्र इक् इत्यनेन प्रत्ययेन न स्वीकृतम् इति प्रायः तेषां मतं, तत् द्रष्टव्यं, सम्यक् चिन्तनमस्ति किमर्थम् इति. अस्तु भगिनि चक्षिं वदतु, विजया भगिनि. आम् आम् आम् महोदय, चक्षिङ्ग धातुः चक्षिङ्गः ख्याङ्ग् ख्याते ख्यायते इति भवति, ख्यायते आम् सत्यम् ख्यायते चक्षिङ्गः ख्याञ्ज् इत्यनेन चक्षिङ्ग धातोः आर्धदातकप्रत्यये परे ख्याञ्ज् आदेशः आदेशः. किन्तु अत्र भाष्यकारः वदति यत् शादीरयमादेशः इत्युक्तौ आदेशः क्या न अपि अपि तु तदा चत्व आदेशेन क्षा भवति, अपि च पूर्वत्र सिद्धम् इत्यनेन इति अधिकारे एकं वार्तिकम् अस्ति, क्यान्यः शस्य योव वक्तव्यः इति. अनेन क्याञ्ज् इति आदेशस्य शकारस्य विकल्पेन यकार आदेशः भवति. फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्ष्यङ् धातोः स्थाने क्याञ्ज् क्ष्याञ्ज् इति द्वौ आदेशौ सिद्धौ. एकवारं क्याञ्ज् अपरस्मिन् पक्षे क्ष्याञ्ज् इति भवति. अत्र यकारः आदेशः भवति, शकारः आदेशः भवति चक्षिङ् इति धातोः. अत्र आर्धधातुके परे क्याञ्ज् स्थाने चक्षिङ् स्थाने आदेशः भवति. अनन्तरं तत्र वार्तिकेन तत्र यकारस्य स्थाने तालवे शकारः भवति, अतः तत्र रूपद्वयं विकल्पेन भवति. खलु ख्यायते इत्येव ख्यायते अथवा ख्यायते वार्तिकेन इति रूपद्वयम् अत्र. अज् धातुः चक्षिङ्गः न्याज क्याञ्जेदेशः भवति आर्धधातुके. चक्षिङ्गः षष्ट्यन्तं क्याञ्ज् प्रथमान्तं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं चक्षिङ्गः क्याञ्ज् आर्धधातुके इति अस्ति. एतत् अनुवृत्तिसहितसूत्रम् इदानीम् अज् तत्र रूपं कथं भवति इति वदतु. अज्योगः अजेर् अजेर्व्यगन्योपोः इत्यनेन अज् धातोः वि आदेशः भवति. ओ अत्र पूर्णतया धातु आदेशः भवति किं महोदय? अजेः वि अघञ्यपोः अघञ्यपोः इति घञ् अप् प्रत्ययौ वर्जयित्वा तत्र तत्र यदा घञ् अथवा अप् इति प्रत्ययः भवति चेत् तत्र वि आदेशः न भवति. इत्युक्ते अन्यत्र सर्वत्र भवति इत्येव तत्र आर्धधातुकप्रत्ययः विवक्षा अस्ति चेत् अन्यत्र सर्वत्र भवति एव. अज् धातोः वि आदेशः वीयते इति भवति. यकारः आगच्छति वीय योगः ते इति अत्र आत्मनेपदिनः विवक्षा अस्ति. अत्र वीयते इति अन्तिमरूपम्. अग्रे पठामि वा भगिनि? अत्र अग्रे धन्यवादः भगिनि. अग्रे अरुणा भगिनि, जन् सन् खन् इति धातुः तत्र किं भवति इति वदति वा भगिनि? एकः प्रश्नः अस्ति. अजोर्व्यङ्घञ् भोः अत्र गञ् प्रत्यय वा अप्रत्ययपरे सूत्रं कार्यं करोति न भवति पर्युदासः पुनः अघैपोः अन्यत्र भवति अर्धातुके अन्य प्रत्ययपरे भवति अन्यत्र भवति केवलं गञ् प्रत्यय अप्रत्ययविदिते न भवति. सत्यं धन्यवादः. अन्यत्र कुत्र इत्युक्ते आर्धधातुके आर्धधातुके एव केवलं सार्धधातुकेन. किमर्थं पर्युदासः अघैपोः इति अस्ति किल यत्र यत्र न घैपोः इत्युक्ते अघैपोः. ओके तत्र अपि लिखितमस्ति इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इत्यनेन धातुनिर्देशे अज् धातोः इक् प्रत्यये परे अजि इति धातुः. तावदेव तत्र किमपि अन्यत् वैशिष्ट्यं किम् इति प्रष्टं न. अष्टे विभक्ति अजेः इति अस्ति अतः एव. ओके अत्रापि जन् धातु जन् योगः यक् ये विभाषा इति सूत्रेण नकारस्य आत्वं भवति. जन् जा योगः य जाय जायते इति रूपं भवति. अत्र सूत्रमस्ति ये विभाषा इत्यनेन जन् सन् खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति. यकारादि कित् कित् कित् कित् प्रत्यये परे अतः स्वरूपद्वयं भवति. आत्मपक्षे पदं जन् नकारस्थाने आकार भूत्वा जा भवति, जाया जायते भवति. आत्म अपेक्षा अस्ति चेत् जन्यभय दीर्घ आकारादेश न भवति. जन्य इति धातु जन्यते इति रूप सत्यम्. अतः तत्र ए विभाषा इति सूत्रसङ्ख्या तु 6443. तत्र ए इत्यनेन वयं किमर्थं जन् सन् कन् ग्रहणं भवति इत्युक्ते पूर्वसूत्रमस्ति जन सन खनां सञ्जलोः 6442. जन सन खनां सञ्जलोः इति सूत्रं वयं पूर्वं दृष्टवन्तः. तत्र अनुस्वार न किं सूत्रम् आसीत्, अनुनासिकवर्णः अस्ति चेत् तत्र सन्धिकार्यं कथं भवति इति तत्र जनसनखनां सञ्जलोः इति सूत्रं दृष्टवन्तः. तद् तस्य अग्रिमसूत्रमस्ति ये विभाषा. अतः एव ये इति पदेन जनसनखन इति धातूनां ग्रहणं भवति अथवा ये इत्यनेन यत्किमपि ग्रहीतुं शक्नुमः किल. जनसनखनाम् इत्यस्य एव ग्रहणम् तत्र रूपद्वयं जायते जन्यते, सायते सन्यते, खायते खन्यते. नकारस्य स्थाने आत्मं तन् धातुः अपि वदतु भगिनि. तन् धातुः प्रति तनोतेर् यखि इति सूत्रेण तन् धातोः विकल्पेन आकारादेशो भवति यक् प्रत्ययपरे. अतः रूपद्वयं भवति अतपक्षे अथवा अपक्षे. तन् योगः यक् तनोतेर् यक् इति सूत्रेण नकारस्थाने दीर्घ आकारः भवति. सायते इति रूपं भवति. आदेशे अपि नास्ति चेत् तन्यते इति रूपं भवति सत्यम्. तत्रापि क्रमेण अस्ति जनसनखनां सञ्जलोः ये विभाषा तनोतेर् यकि इति क्रमेण अस्ति सूत्राणि 6-4 इत्यत्र. समीचीनं भगिनि, धन्यवादः. अन्तिमद्वयं समयः तु जातः. सम्प्रसारणी दातवः वयं प्रायः अग्रिमसप्ताहे पश्यामः. तत्तु सरलमेव, ये ग्रहीजा वयं जानीमः. वचिस्वपि अजादीनाम् इत्येव विशिष्टसूत्रमस्ति अस्य पाठस्य. अनन्तरं वयं तत्र इतोपि केचन दातवः सन्ति इति चिन्तयामि. तदपि वयम् अग्रिमसप्ताहे पश्यामः. अनिदितदातवः अग्रिमपाठस्यापि किञ्चित् पुनस्मरणं कृत्वा लृटि रूपात् अग्रिमसप्ताहे तस्य आरम्भं कुर्मः. अस्तु वा, अद्य समापयामः वा. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.